गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र कालस्य उपादयः नाम तत्र कालस्य मापनं तत्र केन तत्र कालस्य मापनं नाम सङ्कोचं कर्तुम् इच्छामः तत्र कालः अनन्तः अस्ति अनादिः अस्ति यथा कालः अस्ति तस्य व्यवहारः योग्यता नास्ति अतः तत्र कालस्य खण्डः नाम तत्र गतसप्ताहे इति यदि कालस्य खण्डस्य तत्र व्यवहारः भवति तदा अस्मिन् मनसि बोधः भवति अस्यु अस्तु तत्र गतसप्ताहे इति अतः तत्र साक्षात् कालः इति अस्ति चेत् वयं न अवगन्तुं शक्नुमः किन्तु कालस्य खण्डः विषयः अस्ति चेत् तदा तादृशज्ञानं वयं तत्र प्राप्तुं शक्नुमः तत्र अवगन्तुं शक्नुमः अथ तत्र कालस्य उपादयः के इति तत्र काः इति प्रश्नः आसीत् इदानीं सः एव प्रवर्तमानः विषयः केवलं तत्र पुनस्मरणार्थं किञ्चित् वदामि तत्र तत्र कालस्य मापनं केन केन वयं कर्तुं शक्नुमः तत्र सूर्यस्य अथवा तत्र पृथिव्याः तत्र भ्रमणं भवति तत्र इति कृत्वा तत्र तस्य आधारेण वयं तत्र वर्षः संवत्सरः इति एतत् सर्वं कर्तुं शक्नुमः कालस्य मापनं कर्तुं शक्नुमः अथवा घटिकायन्त्रं स्वीकृत्यापि घटिकायन्त्रे या क्रिया भवति तया क्रियया वयं तत्र कालस्य इतः पर इतः तत्र इदानीम् आरम्भं कुर्मः तत्र एकघण्टानन्तरम् इति तादृशकालस्य खण्डं मा एकभागस्य विवरणं कर्तुं शक्नुमः तादृशं तत्र क्रियया तत्र कालस्य मापनं भवति इति कृत्वा तत्र क्रिया भवति तत्र काल उपाधिः कालस्य उपाधिः अग्रे तत्र वयं पठितवन्तः एतत् सर्वं तत्र यत्र वयं तत्र एतावत् तत्र सः एव विषयः आसीत् तत्र क्रिया कालस्य उपाधिः भवितुम् अर्हति इति इदानीं तदनन्तरं वयं किं पठितवन्तः तत्र गृहादि कथं कालस्य उपाधिः भवति इति तत्र नरसिंहमहोदय नमस्कारः पद्माभगिनी नमस्कारः अन्ये के जयलक्ष्मी भगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनि नरसिंहमहोदय सम्यक्तया न श्रूयते किन्तु नमस्ते महोदय हा इदानीं श्रूयते अस्तु अस्तु समीचीनं हा अस्तु तर्हि तत्र तदनन्तरं वयं किं कृतवन्तः तत्र गृहम् इति स्वीकृत्य तत्र गृहं तत्र उदाहरणे तत्र अस्मिन् तत्र शिवालयः तत्र कस्मिंश्चित् वर्षे उत्पन्नः इति कृत्वा तत्र तादृशं गृहं स्वीकृत्य वयं तत्र कालस्य मापनं कर्तुं शक्नुमः नाम तत्र गृहस्य उत्पत्तिः अस्मिन् संवत्सरे अथवा वर्षे अभवत् तस्मात् प्राक् गृहं नासीत् तदनन्तरं गृहम् अस्ति इति कृत्वा तत्र गृहमपि तत्र कालस्य मापनं कर्तुं शक्नोति इति स्वीकृतवन्तः तत्र किम् अभवत् तत्र गृहमपि कालस्य उपाधिः इति अभवत् कथम् इत्युक्ते तत्र गृहं पञ्चवर्ष प्राक् गृहं निर्मितं चेत् तत्र गृहं पृथिव्याः भ्रमणं नाम पृथिवी तत्र सूर्यं तत्र भ्रमणं भवति खलु तत्र तादृशभ्रमणक्रियायाः साक्षिः आसीत् खलु तत्र अनुभूतं गृहम् अनुभूतवत् अतः तत्र गृहं तत्र क्रियां इति कृत्वा तत्र गृहमपि कालस्य मापनं भवति क्रियया या मापनं भवति तस्य प्रतिनिधिरूपेण गृहमपि कालस्य मापकः अथवा सङ्कोचकः भवति, उपाधिः भवति इति एतत् सर्वं वयं पठितवन्तः गतवर्गे. इदानीं तत्र अथ तत्र जन्यानां नाम तत्र गृहं पूर्वं नासीत् तदनन्तरं तस्य उत्पत्तिः अभवत् तदा एव तत्र कालस्य मापनं कर्तुं शक्नुमः. आकाशेन अथवा धिक् इति अस्ति चेत् तेन तत्र कालस्य मापनं न कर्तुं शक्नुमः. तत्र यदि तत्र आङ्ग्लभाषायां तत्र ते वदन्ति टैम् लैन् इति अस्ति खलु, हा तत्र यदि गृहम् अस्ति चेत् गृहस्य निर्माणं स्वीकृत्य वयं तत्र गृहस्य निर्माणं स्वीकृत्य वयं तत्र गृहम् अस्मिन् समये तत्र तस्य उत्पत्तिः अभवत् इति कृत्वा कालस्य मापनं नाम तत्र एषः भागः एकं भागम् अत्र अन्यः भागः अत्र इति वक्तुं शक्नुमः. किन्तु आकाशः अस्ति चेत् आकाशः तु नित्यपदार्थः, तत्र कालस्य खण्डः एव न भवति खलु. तत्र आकाशस्य उत्पत्तिः अस्मिन् समये अभवत् इति न वक्तुं शक्नुमः. अतः कालस्य उपाधिः केवलं जन्यवस्तूनाम् अनित्यवस्तूनाम् इति, तत्र जन्यानाम् एव कालो काल उपाधित्वम् इति तावत् पर्यन्तं वयं पठितवन्तः. नियमः किमस्ति, जन्यानामेव काल उपाधित्वं नाम केवलं ये अनित्यपदार्थाः सन्ति ते एव तत्र कालस्य सङ्कोचकः भवितुं सङ्कोचकाः भवितुम् अर्हन्ति. केवलं तेषु एव तत्र तादृशी शक्तिः अस्ति कालस्य सङ्कोचन तत्र सङ्कोचनं कर्तुं सङ्कोचं कर्तुं तादृशशक्तिः तेषाम् अस्ति, तेषु अस्ति इति. अस्तु तर्हि इदानीम् अग्रे गच्छामः. इदानीं तत्र नूतनविषयः अस्ति, तत्र अस्मिन् भागे कालस्य विवरणे तत्र अंशत्रयम् उक्तं पूर्वम् अत्र अस्ति. तत्र महोदय अस्मिन् कस्यचित् दूरवाण्यां ध्वनिः अस्ति, सम्यक् न श्रूयते महोदय. ओ नवीन महोदय प्लीज् म्यूट् करोतु महोदय. इदानीं हा अस्तु, धन्यवादः महोदय. हा अस्तु, हा धन्यवादः भगिनि. हा तत्र पूर्वम् उक्तमासीत् नाम कालस्य सर्वाधारत्वं कालसङ्कोचकरूप उपादयः अपि कालिकसम्बन्धः इति तत्र विषयत्रयम् अंशत्रयम् आसीत् कालस्य निरूपणसमये. एतावत् वयं कालसङ्कोचकः रूप उपादयः काः इति तत्र उपादयः तत्र पदार्थः नाम नित्यपदार्थः न किन्तु अनित्यपदार्थः कालस्य उपाधिः भवितुम् अर्हति, क्रिया अपि कालस्य उपाधिः भवितुम् अर्हति इति दृष्टवन्तः. अतः एषः विषयः अस्माभिः पठितः. इदानीं नूतनविषयः सर्वाधारत्वम् इति भवति. तर्हि सः विषय अत्र इतः परं पश्यामः. तर्हि अस्तु, नूतनतया किया आगतवन्तः. पद्मा भगिनी नमस्कारः, सीतालक्ष्मी भगिनी नमस्कारः. नमस्ते जि. नमस्ते नमस्कारः भगिनि. हा अस्तु तर्हि तत्र आरम्भं कुर्मः. तर्हि तत्र धनश्री भगिनी तत्र एवं भूतले घटः इति ततः पठति वा भगिनि? आमाम्. एवं भूतले घटः चत्वारे गौः इत्यादिवत् इहापि अधिकरणत्वगाही प्रत्ययः भवति. अधिकरणत्व अवगाही, ओ सोरि, अधिकरणत्वावगाही, अधिकरणत्व अवगाही प्रत्ययः भवति. तदाकारस्तु इदानीं घटः तदानीं पटः इति. अत्र च अधिकरणत्वेन ज्ञायमानः पदार्थः इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते. तत्र च आधार आधेय भाव निर्वाहाय गुणगुण्यादीनां समवाय इव अतिरिक्तः सम्बन्धः कल्प्यते, स एव कालिकसम्बन्धः इत्युच्यते. इदानीं पृथिवी, तदानीं वायुः, इदानीम् आकाशः, इदानीं रूपादयः, क्रिया, क्रियाः, घटत्वं, विशेषः, समवायः, अभावो वा इत्यादि प्रतीतिभिः सर्वेषामेव पदार्थानां कालवृत्तित्वं निश्चीयते इति सर्वाधारः कालः इति अपरोपि नियमः सिद्ध्यति. अस्तु, तर्हि तत्र प्रथमं वाक्यं पठित्वा पुनः पठित्वा किञ्चित् वदतु भगिनि तर्हि तत्र. एवं भूतले घटः, चत्वारे गौः इत्यादिवत् इहापि अधिकरणत्व अवगाही प्रत्ययः भवति. तर्हि तत्र अधिकरण अधिकरणत्व अवगाही प्रत्ययः तत्र किम् अवगतम् इति किञ्चित् वदतु, तदनन्तरं वदामः. इह इति विषये अस्ति किल, इह अपि लिखितम् अत्रापि, अत्रापि इति इह अपि नाम अत्रापि. एवं भूतले घट, तत्र भूतले घटः, भूतले घटः अपि चत्वरे गौः इत्यादि भूतले, भूतले घटः इति तत्र तत्र अधिकरणत्वं अधिकरणत्वं दृश्यते वा भूतले घटः इति यदि वदामः? भूतले अधिकरणत्वम् अस्ति. अतः तत्र भूतले घटः इति यदि शृण्मः अधिकरणत्वम् इति ज्ञानं भवति खलु अस्माकम् आत्मनि? भवति. भूतले अधिकरणत्वं नाम तत्र भूतले घटः इति ज्ञाने तत्र अधिकरणत्वमपि अन्तर्भूतः अस्ति. तत्र अवगाहि इत्युक्ते तत्र तत्र एकः अर्थः अस्ति तत्र निमग्नः इति. अवगाहः इत्युक्ते तत्र निमग्नः, अवगाहते इत्युक्ते तत्र निमज्जते इति अस्ति. किन्तु अत्र अवगाहः इत्युक्ते अवगाहज्ञानम् इत्युक्ते अथवा तत्र अवगाहि तत्र इनिप्रत्ययः, यस्मिन् अवगाहः अस्ति सः अवगाहि. अवगाहः इति तत्र किम् अस्ति नाम अवगाहते इत्युक्ते तत्र अत्र विषयीक्रियते, बोधयति नाम तत्र अवगाह अवगाहि इत्युक्ते ज्ञानं. कीदृशं ज्ञानं? यस्मिन् ज्ञाने अधिकरणत्वं बोधः भवति. नाम अधिकरणत्व अवगाहि इत्युक्ते अधिकरणत्वस्य बोधः यस्मिन् ज्ञाने तत्र यस्मिन् ज्ञाने अस्ति अथवा येन ज्ञानेन तत्र बोधः भवति इति. यस्मिन् ज्ञाने इति स्वीकुर्मः तत्र यस्मिन् ज्ञाने अधिकरणस्य बोधः अस्ति तादृशं ज्ञानमस्ति अधिकरणत्व अवगाहि. अत्र प्रत्ययः इति अस्ति अतः एव तत्र पुल्लिङ्गरूपम् अस्ति. नाम प्रत्ययः इत्युक्ते तत्र प्रतीतिः, तत्र व्याकरणप्रत्ययः नास्ति. अत्र प्रत्यय अत्र किमस्ति? प्रतीतिः नाम यद् भासते ज्ञानम् इति. अतः तत्र ज्ञानं तत्र अधिकरणत्व अधिकरणत्वं बोधयति. तत्र भूतले घटः इति चत्वरे इत्युक्ते न जानामि. चत्वरे चत्वरे इत्युक्ते यत्र अनेके मार्गाः तेषां मेलनं भवन्ति तत्र तादृशं. चत्वरे गौः अस्ति नाम पुनः अधिकरणत्व चत्वरे अस्ति. चत्वरे अस्ति इति. अतः तत्र तादृशवाक्यम् अथवा ज्ञाने अधिकरणत्वस्य अधिकरणम् अस्ति इति अपि वयम् अवगच्छामः. तथैव इत्यादिवत् इहापि अत्रापि अत्रापि अधिकरणत्व अवगाहि प्रत्ययः प्रत्ययः भवति. इदानीम् अग्रिमवाक्यं इदानीं पठतु तर्हि. अग्रिमे वाक्यस्य तदाकारस्तु इदानीं घटः इदानीं पटः इति नाम इदानीं घटः अत्र इदानीम् इति पदे अधिकरणत्वम् अस्ति. समीचीनं. नाम इहापि प्रत्ययः तादृशप्रत्ययः नाम प्रत्ययस्य आकारः कीदृशः? इदानीं घटः. इदानीं घटः इति अस्ति. तत्र कथं जानीमः तत्र अधिकरणत्वम् अस्ति इति नाम इदानीं घटः इत्युक्ते अस्मिन् काले घटः अस्मिन् क्षणे घटः इति खलु अस्मिन् क्षणे अस्मिन् काले अस्मिन् क्षणे घटः इति अस्ति तर्हि तत्र अस्मिन् क्षणे घटः इत्युक्ते इदानीं घटः इत्युक्ते अस्मिन् क्षणे घटः अस्मिन् इति विभक्ति का तत्र सप्तमी सप्तमी सप्तमी विभक्ति तत्र सप्तमी कारकं किं बोधयति अधिकरणमेव बोधयति अधिकरणमेव बोधयति अतः अधिकरणत्व अवगाहि अस्ति एतादृश प्रतीतिः अधिकरणत्व अवगाहि प्रत्ययः अस्ति प्रतीतिः अस्ति इदानीं घटः तदानीं पटः इति ज्ञानम् अतः तत्र अत्रापि अधिकरणत्वम् अस्ति नाम अस्मिन् क्षणे घटः तत्र अधिकरणत्वं बोधयति समीचीनम् इदानीम् अग्रिमवाक्यम् अत्र च अधिकरणत्वेन ज्ञायमानः पदार्थः इतरपदार्थानां बाधात् काल एव स्वीक्रियते इति स्वीक्रियते हा काल एव इति स्वीक्रियते अधिकरणत्वेन ज्ञायमानपदार्थः नाम इदानीम् इति यः इदानीम् इति पदेन यः पदार्थः सूच्यते सः पदार्थः कालः इति अस्माभिः स्वीक्रियते इतरपदार्थानां बाधात् इतरपदार्थानां बाधात् नाम इतर कोऽपि पदार्थः अत्र तेन न सूच्यते अतः समीचीनं हा नाम समीचीनं भगिनि हा नाम तत्र अधिकरणत्वेन ज्ञायमानः पदार्थः नाम अस्मिन् ज्ञाने किमपि अधिकरणम् अस्ति अस्मिन् ज्ञाने तत्र कोऽपि पदार्थः अस्ति ज्ञायमानः पदार्थः अस्ति अधिकरणत्वेन ज्ञायमानः पदार्थः अस्ति नाम तादृशपदार्थः अधिकरणम् अस्ति इति ज्ञायते तादृशपदार्थः कः भवितुम् अर्हति इति प्रश्नः अथ तत्र किमुक्तमस्ति कालः एव सः पदार्थः भवेत् इति उक्तम् इति स्वीकरणीयं भवति किमर्थम् इतरपदार्थानां बाधात् अत्र बाधः इत्युक्ते तत्र बाधा इत्युक्ते समस्या इति नास्ति अत्र बाधः इति पारिभाषिकपदम् अस्ति न्यायशास्त्रे बाधः इत्युक्ते बाधः इति पारिभाषिकपदम् अत्र अर्थः अस्ति बाधः इत्युक्ते असम्भवः पारिभाषिकपदम् अस्ति असम्भवः नाम कालस्य स्थाने तत्र कालः अधिकरणमिति स्वीकर्तुं शक्नुमः किन्तु अन्यत् कालस्य स्थाने अन्यत् किमपि तत्र न भवितुं भवति भवितुम् अर्हति तत्र अधिकरणत्वेन अधिकरणम् इति अन्य कोऽपि पदार्थः न भवितुम् अर्हति तत्र अतः इतरपदार्थानां बाधात् नाम अन्य कोऽपि पदार्थस्य असम्भवः अस्ति अत्र अधिकरणरूपेण स्वीकर्तुं न शक्नुमः अतः केवलं कालः एव तत्र अधिकरणं भवेत् इति स्वीक्रियते यतोहि अन्य कोऽपि पदार्थः तत्र तस्मिन् स्थाने न भवितुम् अर्हति अधिकरणरूपेण अतः केवलं कालः एव अधिकरणं भवेत् इति स्वीकृतम् अस्ति समीचीनं भगिनि हा समीचीनम् अस्ति अस्तु अग्रे तत्र पठेत् अन्य कोऽपि पठेत् भगिनि धन्यवादः हा समीचीनं हा अस्तु तर्हि तत्र अग्रे जयलक्ष्मी भगिनी अग्रे आम् महोदय तत्र च आधाराधेयभावनिर्वाहाय गुणगुण्यादीनां समवाय इति अतिरिक्तः सम्बन्धः कल्प्यते सः एव कालिकसम्बन्धः इत्युच्यते यतोहि अत्र इदानीं घटः इति वदामः चेत् अत्र इतरपदार्थानाम् असम्भवात् कालः एव काले एव अधिकरणत्वम् इति अर्थः स्वीक्रियते इति उक्तम् अस्मिन् प्रसङ्गे आधाराधेयभावः च निर्वहणं भवति समवायसम्बन्धेन इति उक्तम् न न तर्हि तत्र कालः एव तत्र कालः अधिकरणं यदि वयं वदामः इदानीं घटः इति तत्र आदेयः कः आदेयः आदेयः घटः हा इदानीं घटः आदेयः आदेयः कालः एव आधारः कालः हा आधारः कालः समीचीनं तर्हि तत्र घटः उपरि अस्ति कालः अधोभागे कालः अधोभागे अस्ति इदानीं तत्र घटः काले अस्ति इति यदि वदामः केन सम्बन्धेन इति भवति खलु प्रश्नः नाम आधारादेयभावः अस्ति अस्तु तर्हि तस्य आधारादेयभावः केन सम्बन्धेन अभवत् भवति इति प्रश्नः उदेति तर्हि तादृश आधारादेयभावनिर्वाहाय तत्र कीदृशसम्बन्धः अपेक्षितः कः गुणगुण्यादीनां समवायः इव गुणगुणिनः अस्ति चेत् तयोः मध्ये समवायसम्बन्धः अस्ति अस्ति समीचीनं हा तत्र गुण्यादीनां नाम गुणगुणि आदीनां समीचीनं हा गुणगुणि आदीनां समवायः समवायसं तथा एव अत्र कालिकसम्बन्धः भवति अतिरिक्तसम्बन्धः नाम संयोगसम्बन्धः नास्ति समवायः नास्ति तत्र स्वरूपसम्बन्धः नास्ति तादात्म्यसम्बन्धः नास्ति नूतनसम्बन्धः अतिरिक्तसम्बन्धः कल्प्यते हा अतः नूतनसम्बन्धः तत्र संयोगः नास्ति समवायः नास्ति स्वरूपसम्बन्धः नास्ति तादात्म्यमपि नास्ति नूतनसम्बन्धः तत्र समवायः नास्ति यतोहि समवायः कुत्र कुत्र भवति इति नियमः पूर्वमेव उक्तः खलु नाम गुणगुणिनोः जातिव्यक्तयोः इति तत्र अवयव अवयविनोः मध्ये हा अतः तत्र पञ्चविध तत्र अस्ति समवायसम्बन्धः कुत्र भवितुम् अर्हति इति एतत्तु तादृशं नास्ति अतः तत्र नूतनसम्बन्धस्य एव तत्र अपेक्षता अस्ति अत्र अतः सः एव कालिकसम्बन्धः इति उच्यते कालिकसम्बन्धः इत्युक्ते इदानीं तत्र घटः काले केन सम्बन्धेन अस्ति कालिकसम्बन्धेन अस्ति इदानीं घटः इति वाक्ये घटः आदेयः कालः आधारः तत्र आधारादेयभावः अस्ति प्रश्नः अस्ति घटः केन सम्बन्धेन तत्र आधारे अस्ति इत्युक्ते तत्र काले अस्ति हा अग्रे इदानीं पृथ्वी इदानीं वायुः इदानीम् आकाशः इदानीं रूपादयः क्रियाः घटत्वं विशेषः समवायः अभावः वा इत्यादि प्रतीतिभिः सर्वेषामेव पदार्थानां कालवृत्तित्वं निश्चीयते इति सर्वाधारः कालः इति अपरोपि नियमः सिद्ध्यति यथा भूतले क्षम्यताम् इदानीं घटः इति यदा वदामः तस्मिन् सन्दर्भे कालिकसम्बन्धः अस्ति तथा एव इदानीं पृथिवी इदानीं वायुः इदानीम् आकाशः इति वदामः चेत् तत्रापि कालवृत्तित्वम् अस्ति अथवा तत्र सर्वाधारः कालः इति तस्य अपरो नाम अपि सिद्ध्यति इति उक्तं सर्वत्र नियमः प्रथमनियमः अस्ति तत् जन्यानामेव कालोपाधित्वम् इति प्रथमनियमः पूर्वं दृष्टः इदानीं तत्र नूतनीयनियमः सर्वाधारः कालः अतः तत्र कालः सर्वाधारः तत्र इदानीं पृथ्वी इति यदि वदामः तत्र किं भवति पृथ्वी काले अस्ति अस्मिन् क्षणे पृथ्वी अस्ति इति अर्थः अतः तत्र अतः पृथ्वी काले अस्ति केन सम्बन्धेन अस्ति कालिकसम्बन्धेन तर्हि तत्र पृथिव्याः तत्र पृथिव्याम् आधेयता अस्ति अधिकरणता कुत्र अस्ति काले अस्ति काले इदानीं तत्र तदानीं वायुः इति तत्र आधेयता वायौ अस्ति अधिकरणता कुत्र अस्ति पुनः काले एव अस्ति आकाशः इदानीम् आकाशः इति वदामः आकाशे आधेयता अस्ति पुनः क्षम्यता आकाशे आधेयत्वम् अधिकरणता काले अस्ति काले अस्ति पुनः तत्र अतः तत्र केवलं कालः एव तत्र सर्वाधारः इति उक्तं. तत्र आकाशः अपि तत्र काले तत्र आकाशस्य अपि कालः आकाशस्य अपि आधारः भवति. आकाशः अपि काले कालिकसम्बन्धेन अस्ति. अतः केवलं मूर्तद्रव्याणाम् इति एव आधारः इति नास्ति. नित्यद्रव्याणामपि तत्र आत्मनः आधारः, मनसः आधारः सर्वं तत्र कालः सर्वेषाम् आधारः. अतः सर्वाधारः अस्ति इति तत्र स्वीकृतं. केवलं कालः एव एतादृशः आधारः अस्ति. तत्र नैयायिकाः तत्र सर्वं तत्र सर्वाधारः आकाशः इति न स्वीक्रियन्ते. केवलं कालस्य एव एषः विशेषगुणः वैशिष्ट्यम्. अतः सर्वाधारः कालः इति अपरोनियमः भवति. अतः तत्र सर्वे पदार्थाः काले एव सन्ति इति अत्र दत्तमस्ति. हा समीचीनं भगिनी, हा धन्यवादः. धनश्री भगिनी प्रश्नः. तदेव महोदय, आकाशः किमर्थं न स्वीक्रियते? हा तत्र प्रश्नः अस्ति भगिनी, किन्तु तत्र आकाशस्य तत्र सर्व तत्र सर्वेषां तत्र कृते तत्र संयोगसम्बन्धः इति स्वीकृतं. किन्तु तत्र हा इति अस्ति, तत्र उत्तरं न जानामि भगिनी. तत्र प्रायशः तत्र किमपि उत्तरं भवेत्, किन्तु ते न अङ्गीकुर्वन्ति इति एव मया श्रुतं. तत्र कारणं एतावत् न श्रुतं भगिनि. हा किञ्चित् अहमपि पृच्छामि, यदि उत्तरं प्राप्नोमि अहमपि अहं वदामि भगिनि. हा किन्तु तत्र केवलं कालस्य एव एतादृशी स्थितिः इति मया श्रुतं. किन्तु नाम तत्र आकाशः वा आत्मा वा तत्र सर्वाधारः न भवन्ति. किन्तु किमर्थम् इति तत्र मया न ज्ञायते. यदि तत्र उत्तरं प्राप्नोमि अहं निश्चयेन वदामि. अस्तु अस्तु, अस्तु समीचीनम्. अस्तु धन्यवादः. अस्तु अग्रे तत्र प्रेमलता भगिनी. महोदय, सर्वजन्यानां समानकालिकानां परस्परम् अधिकरणत्वम् इति अस्ति अत्र. अत्र च वस्तुगत्या महाकालस्य इव सर्वाधारत्वे अपि यम् उपाधि आश्रये यम् उपाधिम् आश्रित्य निश्चितस्य कालस्य कालिकसम्बन्धः सिद्धः. तस्य उपाधेरपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते, यथा पूर्वोक्ते उदाहरणे. अत्र अस्तु, तत्र यत् अवगच्छति किञ्चित् वदतु भगिनि. महाकालस्य वस्तुतः वस्तुस्थितिः किम् अस्ति? वस्तुस्थितिः किम् अस्ति? महाकालः महाकालसम्बन्धः अस्ति, सर्वाधारः अस्ति. सर्वाधारः नाम तत्र अधोभागे कालः अस्ति खलु, नाम कालः अत्र अस्ति, आधारः अस्ति. तत्र घटः वा पटः वा सर्वम् आकाशः वा सर्वम् उपरि एव अस्ति खलु. सर्वस्य आधारः कालः एव अस्ति खलु, कालः एव अस्ति. हा तत्र अतः तत्र अस्ति सर्वाधारत्वे अपि तथापि हा किम् इदानीम् अस्ति यम् उपाधिम् आश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः. कालः विस्तृतमस्ति इति अत्र उक्तम् कालस्य कालं कालः अनन्तः अनादि खलु, अनन्तः अनादि. तद् उपाधि अनन्तः अनादि कालः भवितुमपि उपाधि न स्वीकृत्य कालस्य कालिकसम्बन्धः सिद्धः अस्ति. उपाधि कालस्य सङ्कोचकः भवति इति अत्र अर्थः भवति वा महोदय? उपाधिम् आश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः. नाम तत्र कालिकसम्बन्धः सिद्धः अस्ति तत्र. नाम तेषामपि तत्र इदानीं तत्र घटः अद्य तत्र अस्मिन् संवत्सरे अथवा पञ्चवर्षेभ्यः पूर्वं घटस्य तत्र गृहस्य निर्माणं जातम् इत्युक्ते तत्र वयं गतवर्गे दृष्टवन्तः खलु, तत्र तादृशगृहमपि कालस्य उपाधिः भवितुमर्हति. यतोहि तत्र तेन कालस्य विभागः जातः खलु. गृहस्य निर्माणं प्राक् एकः भागः, गृहस्य अनन्तरं नूतनभागः खलु. कालस्य विभागः जातः खलु तत्र गृहस्य निर्माणं स्वीकृत्य. अतः तत्र गृहमपि उपाधिः भवति खलु. इदानीं तादृश उपाधिः उपाधि अस्ति तत्र. तस्य अधिकरणं किम् अस्ति? तस्य अधिकरणमपि कालः एव खलु. तद्गृहमपि तत्र कालिकसम्बन्धेन काले एव अस्ति खलु. उपाधिः अस्ति सत्यं, किन्तु उपाधिः अपि काले कालिकसम्बन्धेन अस्ति. यतोहि कालः सर्वाधारः अस्ति खलु. अतः तत्र तदेव अत्र सम्बन्धेन कालिकसम्बन्धः सिद्धः. इदानीं तस्य इदानीं नूतनविषया इदानीम् उक्तं तस्य उपाधेरपि उपाधे अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते. हा, इदानीं नूतनविषयः उक्तः अत्र अस्ति. नाम एतावत् वयं किम् उक्तवन्तः? कालः एव तत्र आधारः भवति, सर्वाधारः अस्ति. आकाशः कालिकसम्बन्धेन काले अस्ति, पटः कालिकसम्बन्धेन काले अस्ति इति उक्तवन्तः. इदानीं किम् उच्यते इत्युक्ते तत्र कालिकसम्बन्धेन पदार्थः उपाधिषु अपि भवितुम् अर्हन्ति. उपाधि अपि अधिकरणं भवितुम् अर्हति. तत्र कोऽपि पदार्थः तत्र आदेयः भवेत्, अधिकरणम् उपाधिः भवेत्, तत्रापि तत्र नाम तत्र किमपि तत्र घटः इति स्वीकुर्मः पदार्थः, उपाधिः कोऽपि उपाधिः अस्ति येन वयं कालस्य मापनं कृतवन्तः, एषः घटः अपि अत्र कालिकसम्बन्धेन अस्मिन् तत्र उपाधिः या अस्ति तस्मिन् अस्ति इति वक्तुं शक्नुमः. नाम उपाधि अपि अधिकरणं भवितुम् अर्हति. केवलं कालः एव अधिकरणं कालिकसम्बन्धेन तत्र अधिकरणम् अस्ति इत्युक्ते केवलं कालः न, कालस्य उपाधिः अपि अधिकरणं भवितुम् अर्हति. हा, इदानीं तत्र एकम् उदाहरणं वदामि, तदनन्तरं तत्र अग्रे पठामः. नाम तत्र अस्मिन् वर्गे तत्र अस्तु तत्र जयलक्ष्मी भगिनी अपि अस्ति, अपि पद्मा भगिनी अपि अस्ति. अतः तत्र जयलक्ष्मी भगिनी, पद्मा भगिनी, तत्र एकस्मिन् क्षणे जयलक्ष्मी भगिनी अपि अस्ति, पद्मा भगिनी अपि अस्ति. अतः तत्र अस्मिन् क्षणे भगिन्यौ स्तः इति कृत्वा तत्र भगिन्यौ तत्र कुत्र स्तः? कालिकसम्बन्धेन महाकाले स्तः खलु. जयलक्ष्मी भगिनी अपि अस्ति, अपि पद्मा भगिनी अपि अस्ति, किन्तु तत्र जयलक्ष्मी भगिन्याः तत्र जन्मदिनम् अस्ति इति कृत्वा जयलक्ष्मी भगिनी अपि उपाधिः भवति, कालस्य उपाधिः, यतोहि जन्यानाम् उपाधित्वम् इति स्वीकृतं खलु. पद्मा भगिन्याः अपि तत्र जन्मदिनम् अस्ति इति कृत्वा सा अपि उपाधिः, कालस्य उपाधिः भवति. अतः उपाधिद्वयम् अत्र अस्ति. इदानीं तत्र किम् उच्यते अत्र इत्युक्ते उपाधि अपि अधिकरणं नाम पद्मा भगिनी कालिकसम्बन्धेन काले अस्ति, जयलक्ष्मी भगिनी अपि कालिकसम्बन्धेन महाकाले अस्ति, किन्तु यतोहि भगिन्यौ एकस्मिन् क्षणे स्तः तत्र समानकालीनौ इति न समानकाले स्तः इति कृत्वा तत्र एतद् वक्तुं शक्नुमः पद्मा भगिनी जयलक्ष्मी भगिन्याम् अस्ति कालिकसम्बन्धेन, जयलक्ष्मी भगिनी अपि तत्र पद्मा भगिन्याम् अस्ति कालिकसम्बन्धेन इति वक्तुं शक्नुमः. यत्र समानकाले सत्त्वमस्ति तत्र एकस्मिन् तत् क्षणं भवेत्, वर्षः भवेत्, किमपि भवेत्, किन्तु समानकालः समानकाले अस्तित्वम् अस्ति चेत् एक उपाधि अन्यस्मिन् अस्ति कालिकसम्बन्धेन, अन्यः अपि तत्र अस्मिन् अस्ति इति वक्तुं शक्नुमः. अतः तत्र उपाधि अवगतं वा भगिनि? तत्र अग्रे अपि हा अस्तु, इदानीम् एषः विषयः एव तत्र अग्रे अपि अस्ति. तर्हि तत्र हा मृणालिनी भगिनी किञ्चित् तत्र चित्रं पठित्वा वदति वा भगिनि? हा धन्यवादः भगिनि. हा अधः वा शारदालयः? हा सत्यं भगिनि. हा ततः शारदालयः सप्तति उत्तर नवदश शते शत इत्यस्मिन् वर्षे आसीत् अस्ति. पद्मालयः तथा अनन्तरं पञ्चवर्षात् निर्मितमस्ति. शिवालयः तथापि अनन्तरं दशवर्षे वर्षानन्तरं निर्मितम्. तर्हि पञ्चाशतिः अस्मिन् वर्षे त्रयाणाम् अस्तित्वम् अस्ति, शारदालयः, पद्मालयः, शिवालयः. अतः पञ्चाशीति अस्मिन् वर्षे त्रयाणाम् अधिकरणत्वं गृहाणाम् अधिकरणत्वम् अस्ति कालिकसम्बन्धेन. एते एकस्मिन् क्षणे भवन्ति, समीचीनं. हा अतः तत्र समानकाल तत्र क्षणम् अस्ति वा, तत्र आलयत्रयमपि तस्मिन् क्षणे सन्ति इति? किम् अस्तु भगिनि, पुनः तत्र शारदालयः कस्मिन् संवत्सरे तत्र निर्मितं? सप्ततितमे वर्षे. अस्तु, पद्मालयः? पञ्चसप्ततितमे वर्षे. हा अपि शिवालयः? पञ्चाशीतितमे वर्षे. वर्षे अस्तु. हा इदानीं तत्र अधभागे किमस्ति इति किञ्चित् पठतु भगिनि तर्हि. परन्तु तत्र यथा अन्तरा जातं पद्मालयम् आदाय, तदनन्तरं शिवालयः, तत्पूर्वं शारदालयः इति व्यवहारः दृश्यते. तथैव अत्यन्तपूर्ववर्ती शारदालयम् आदाय अपि ततः पञ्चभ्यः संवत्सरेभ्यः अनन्तरं पद्मालयः, पञ्चदशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति व्यवहारः प्रसिद्धः एव. हा इति तत्र किञ्चित् वदतु तर्हि, तत्र किम् अस्ति? तत्र अन्तराधिकव्यवहारः किम् अस्ति इति, तत्र यत्र समानकाले तत्र निर्माणं न जातम् इति चिन्तयामः, तत्र कीदृशव्यवहारः भवति? तत्र पद्मालयम् इति प्रथमं स्वीकुर्मश्चेत् पद्मालयम् आदाय नाम पद्मालयस्य एव प्रधानं चिन्तयामश्चेत् तत्र किं वयं वदामः? शिवालयः अपि तत्पूर्वं शारदालयः इति व्यवहारः खलु. इदानीं तथैव तथैव अत्यन्तपूर्ववर्ती शारदालयम् आदाय अपि ततः पञ्चभ्यः वत्सरेभ्यः अनन्तरं पद्मालयः, पञ्चदशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति व्यवहारः प्रसिद्धः. यदि तत्र अत्यन्तपूर्ववर्ती नाम सर्वेषां कृते तत्र यत्पूर्वम् अस्ति नाम शारदालयः, तदेव प्रधानमिति चिन्तयामश्चेत् वयं किं वदामः, तस्य अनन्तरमेव पद्मालयः शिवालयः इति लौकिकव्यवहारः तावदेव खलु. अस्ति परन्तु इदानीं तत्र संवत्सरम् आदाय भेदः कृतः. न संवत्सरम् इति नास्ति, नाम तत्र पूर्वपरम् इति वदामः, तत्र यत्किमपि तत्र तत्र गृहत्रयमस्ति, व्यवहारः व्यवहारे तत्र केवलं पूर्ववर्तिगृहम् एव तत्र तस्यैव प्राधान्यं भवति इति न, लौकिकव्यवहारे किमपि गृहं स्वीकृत्य वयं व्यवहारं कर्तुं शक्नुमः. नाम पद्मालयम् आदाय व्यवहारः भवति, शारदालयम् आदाय अपि व्यवहारः भवति इति एतावदेव उक्तम्. अस्तु, तर्हि अग्रे किञ्चित् पठतु भगिनि. एवम् अन्तिमं शिवालयम् आदाय ततः दशभ्यः वत्सरेभ्यः पूर्वं पद्मालयः उत्पन्नः, पञ्चदशभ्यः वत्सरेभ्यः पूर्वं शारदालयः उत्पन्नः इत्यादयः अपि व्यवहाराः सर्वजनीना इति पद्मालये इव इतरयोः गृहयोः कालोपाधित्व आगतम्. इदानीं तावत् पर्यन्तं वदतु भगिनि. तर्हि आम्, तर्हि आधारं कस्यापि एकस्य गृहस्य स्वीकृत्य तस्य तुलनया वत्सरं स्वीकृत्य कस्य कदा निर्मितिः अभवत् इति वक्तुं शक्नुमः. तर्हि तत्र किं जातं, तत्र इतरयोः नाम तत्र पद्मालयं प्रथमतया तत्र पद्मालयम् आदाय वयं किम् उक्तवन्तः, पद्मालयम् आदाय तस्य अनन्तरं शिवालयः, तस्मात् प्राक् शारदालयः इति उक्तं खलु पूर्वं. तर्हि पद्मालयः किम् अभवत् तस्मिन् क्षणे, उपाधिः, कालस्य उपाधिः खलु पद्मालयः. अस्मिन् संवत्सरे तस्य उत्पत्तिः इति यदि उक्तवन्तः तदानीमेव कालस्य विभागः कृतः, कालस्य मापनं कृतः, तर्हि तत्र पद्मालयः उपाधिः अभवत् खलु, उपाधिरूपेण स्वीकर्तुं शक्नुमः. तथैव तत्र उपाधिः अस्ति इति कृत्वा वयम् एतादृशव्यवहारः कर्तुं शक्नुमः, तदनन्तरं शिवालयः, तत्पूर्वं शारदालयः इति व्यवहारं कर्तुं शक्नुमः. किन्तु तथैव शिवालयमादाय अपि व्यवहारः भवति, शारदालयमादाय अपि व्यवहारः भवति. अतः किम् उक्तमस्ति अत्र, इतरयोः पद्मालये इव इतरयोः गृहयोः किम् आगतं, कालोपाधित्वम् आगतम्. नाम कालस्य उपाधित्वम् आगतं खलु. नाम ते अपि तत्र द्वौ अपि कालस्य उपाधिरूपेण स्वीकर्तुं शक्नुमः वयं. तत्र पद्मालये इव इतरयोः गृहयोः, तत्र विभक्तिका इतरयोः गृहयोः, षष्ठीद्विवचनं भवितुमर्हति, किन्तु अत्र सप्तमी विवक्षितम् इति मन्ये, यतोहि पद्मालये कालोपाधित्वम् आगतमस्ति. नाम तद् इदानीम् अत्र तत्र पद्मालये अस्ति कालोपाधित्वं, तथैव इतरे गृहे अपि तत्र कालस्य उपाधित्वम् अस्ति इति तावदेव. कालस्य उपाधित्वं, कालस्य उपाधिः, गृहमस्ति, अतः गृहे कालस्य उपाधित्वम् अस्ति इति. अतः तत्र गृहत्रयमपि कालस्य उपाधिः, प्रत्येकं गृहं गृह तत्र कालस्य उपाधिः भवति इति अस्ति. इदानीं तत्र सर्वजनीना इत्युक्ते सर्वजनाः एतादृशव्यवहारः कुर्वन्ति. तत्र सार्वजनिनाः सार्वजनिनाः इति तत्र विसर्गस्य लोपः तत्र अस्ति. व्यवहाराः इति पदस्य विशेषणमस्ति सार्वजनिनाः, नाम सर्वे जनाः एतादृशः व्यवहारः कुर्वन्ति, व्यवहारं कुर्वन्ति इति. हा, तत्र तैः एतादृशव्यवहारः भवति इति. हा, इति उक्तम्. अस्तु, अन्तिमवाक्यं भगिनि. तुल्यन्यायात् सर्वेषाम् एव जन्यानां कालोपाधित्वम् उपाधित्वात् कालिकेन अधिकरणत्वमपि सिद्ध्यति. सर्वेषां जन्यानां एव कालोपाधित्वं कालस्य उपाधिः अस्ति इति पूर्वम् उक्तम्. तर्हि तुल्यन्यायात् सर्वेषां जन्यानां कालोपाधित्वम् उपाधित्वात् कालिकेन अधिकरणत्वं सिद्ध्यति. अधिकरणमपि सिद्ध्यति, नाम वयं तत्र गृहं स्वीकुर्मः खलु. तत्र गृहम् इत्युक्ते तत्र पद्मालयः गृहस्य तत्र पद्मालयः गृहं कालस्य उपाधिः अस्ति खलु. तेन कालस्य मापनं कर्तुं शक्नुमः, कुर्मः अपि. अतः तत्र गृहं किं भवति, कालस्य उपाधिः भवति. अत्र किम् उक्तम्, उपाधिः नाम तत्र कालस्य प्रतिनिधिः इति. तर्हि प्रतिनिधिः अस्ति चेत् काले किं किम् अस्ति तद् प्रतिनिधिः या अस्ति तस्मिन् अपि भवेत्. अतः तदेव तुल्यन्यायात्. अतः तत्र काले अधिकरणत्वम् अस्ति चेत् उपाधिषु अपि तत्र अधिकरणत्वं भवेत्. तर्हि अत्र उपाधित्वात् कालिकेन इत्युक्ते उपाधित्वात् कालिकेन अधिकरणत्वम् अपि सिद्ध्यति. कालिकेन तत्र नाम कालिकसम्बन्धेन उपाधिषु अपि अधिकरणत्वं सिद्ध्यति. नाम उपाधिः यः अस्ति तत्र शारदालयः, सः अपि अधिकरणं भवति समानकालीनः. तत्र अग्रे अस्ति, तत्र यदा अहम् उक्तवान् तत्र जयलक्ष्मी भगिनी अपि अस्ति, पद्मा भगिनी अपि अस्ति, अस्मिन् क्षणे भगिन्यौ स्तः इति कृत्वा तत्र जयलक्ष्मी भगिनी अपि उपाधिः, पद्मा भगिनी अपि उपाधिः. उपाधित्वात् तत्र अधिकरणत्वं नाम तत्र तेषु अपि अधिकरणत्वम् अस्ति, तासु अपि अधिकरणत्वम् अस्ति. अपि केन सम्बन्धेन तत्र अधिकरणत्वम् इत्युक्ते कालिकसम्बन्धेन अधिकरणत्वं, नाम तत्र पद्मा भगिनी, तत्र अहं पूर्वम् उक्तवान् तत्र पद्मा भगिनी जयलक्ष्मी भगिन्याम् अस्ति, जयलक्ष्मी भगिनी अधिकरणम् अस्ति, यतोहि तत्र कालस्य उपाधिः. जयलक्ष्मी भगिनी अपि अस्ति, तथैव पद्मा भगिनी अपि कालस्य उपाधिः अस्ति, जयलक्ष्मी भगिनी पद्मा भगिन्याम् अस्ति. तत्र सम्बन्धद्वयम् अपेक्षितमस्ति, केन सम्बन्धेन, जयलक्ष्मी भगिनी पद्मा भगिन्याम् अस्ति अथवा पद्मा भगिनी जयलक्ष्मी भगिन्याम् अस्ति, कालिकसम्बन्धेन इति उत्तरम्. अतः तत्र कालिकसम्बन्धेन तत्र ते अपि अधिकरणत्वं भवन्ति इति अस्ति. उपाधि यदस्ति उपाधिः अपि तत्र अधिकरणं भवन्ति इति अस्ति. हा, समीचीनं भगिनि, अग्रिमपरिच्छेदे एतत् स्पष्टं भवति इति मन्ये. तर्हि तत्र धन्यवादः भगिनि. अग्रे तत्र नरसिंहमहोदय अग्रे पठति वा अग्रिमपरिच्छेदः. समानकालिकजन्याधारत्वमेव जन्याधारत्वम् एव कथम्, तथा च शारदालये कालिकेन पद्मालयशिवालयौ एवं शिवालये कालिकेन शारदालये पद्मालये वर्तेते इति इत्यपि सिद्ध्यति. अतः कालिकसम्बन्धेन शारदालये कालिकेन पद्मालये शिवालयौ, पद्मालये कालिकेन कालिकसम्बन्धेन शारदालये शिवालयौ, एवं शिवालये कालिकेन शारदालये पद्मालयौ वर्तेते इति सिद्ध्यति. ते अधिकरणानि भवन्ति शारदालय पद्मालय अधिकरणानि भवन्ति यतोहि तत्र ते समानकाले ते सन्ति. नाम पूर्वं तत्र केवलं शारदालयः आसीत्, तदनन्तरं पद्मालयः आगतः, तदनन्तरं शिवालयः आगतः. किन्तु एतावत् इदानीं तत्र आलयत्रयमपि अस्ति, शारदालयः अपि अस्ति, पद्मालयः अपि अस्ति, शिवालयः अपि अस्ति इति कृत्वा अस्मिन् क्षणे अतः समानकाले आलयत्रयम् अस्ति खलु. अतः ते उपादयः, तत्र उपाधित्रयम् अस्ति, समानकाले उपाधिद्वयम् अस्ति चेत् एकम् अन्यस्य अधिकरणं भवितुम् अर्हति. अत्र शारदालये शारदालयः अधिकरणम् अस्ति कयोः? शिवालयौ. हा, केन सम्बन्धेन? कालिकसम्बन्धेन. कालिकसम्बन्धेन. तथैव पद्मालयमपि अधिकरणम् अस्ति शिवालय शारदालय. शिवालय शारदालयोः. हा, इति. अतः तत्र पुनः कालिकसम्बन्धेन, अतः तत्र परस्पर तत्र यत्र समानकालीनौ स्तः तत्र परस्परम् अधिकरणं भवतः कालिकसम्बन्धेन. एकः अन्यस्मिन् कालिकसम्बन्धेन अस्ति, अन्यः अपि अस्मिन् कालिकसम्बन्धेन अस्ति, परस्परम् अधिकरणं भवतः तत्र इति वार्ता. अतः तत्र मुख्यमस्ति समानकाले. अतः तत्र किमर्थं समानकाले? यतोहि समानकाले सः इत्युक्ते तत्र ते एव तत्र क्रिया, तत्र भ्रमणक्रिया, सूर्यस्य भ्रमणक्रिया यद्भवति तत्र, एषः गृह उपाधिः इति उक्तवन्तः, एषः एतद् गृहम् उपाधिः इति जानीमः. किमर्थम् उपाधिः अस्ति, कालस्य प्रतिनिधिः अस्ति? यतोहि कालस्य तत्र मापनं करोति. कथं करोति मापनं? कालस्य तत्र गतिः अनुभूयते. कथं? तत्र सूर्यस्य भ्रमणम् अनुभवति एतद् गृहम्. अतः तत्र वर्षानन्तरं तत्र सूर्यस्य उदयः, अस्तमः, एतत् सर्वम् अनुभवति एतद् गृहम् इति कृत्वा एतद् गृहं साक्षी अस्ति, तत्र क्रियायाः साक्षी अस्ति. अतः एव तत्र उपाधिः अस्ति. अत्र यत्र समानकाले अस्ति इत्युक्ते तत्र समान, एषः अपि साक्षी अस्ति, अन्यः अपि साक्षी अस्ति, अतः तत्र अधिकरणं भवितुमर्हति तस्मिन् क्षणे. अतः परस्पर अधिकरणं भवन्ति. हा, इति. अतः तत्र मुख्य अंशः अत्र अस्ति समानकाले भवेत् इति. अस्तु, धन्यवादः महोदय. अग्रिमवाक्यमपि पठति वा, तदनन्तरम् अन्य कोऽपि पठेत्? हा, इत्थमेव च जगति वर्तमानानां सर्वेषाम् एव जन्यानां कालिकेन तत्समानकालिक जन्याधारत्वं परस्पर इत्याधारत्वं च सिद्धं भवति. इत्थमेव च जगति वर्तमानानां सर्वेषामेव जन्यानां, जन्याः सन्ति, अनित्याः सन्ति, तेषां कालिकसम्बन्धेन परस्पर अधिकरणत्वं भवति. यदा तत्र समानकालिकजन्यानाम् आधारत्वं भवति. परमाणवादिनपि नित्याधारत्वं च सिद्ध्यति. परमाणव नित्यः, अतः तेषामपि नित्याधारत्वं सिद्ध्यति. नाम तत्र कालिकसम्बन्धेन तत्र वयं वक्तुं शक्नुमः, तत्र पृथ्वीपरमाणुः अस्ति, तत्र अहं पृथ्वीपरमाणौ कालिकसम्बन्धेन अस्मि इति वक्तुं शक्नोमि. यतोहि तत्र परमाणुः अपि अस्ति, अहमपि अस्मि, समानकाले तत्र परमाणु अपि अस्ति अहमपि अस्मि इति कृत्वा तत्र परमाणु अधिकरणं भवितुम् अर्हति. परमाणु नित्यमस्ति अतः तत्र नित्य आधारत्वं तत्र तस्य सिद्धं कालिकसम्बन्धेन. यतोहि तत्र तत्र उपाधित्वं तत्र एकनिमिष तत्र कालिकेन तत् समानकालिकजन्याधारत्वम् अपि तत्र जगति सर्वेषां जन्यानां कालिकेन तत् समानकालिकजन्याधारत्वं परमाणुवादि नित्य आधारत्वं च सिद्धं. हा तत्र प्रायशः एकः प्रश्नः अस्ति मम मनसि, स्पष्टता नास्ति इति मन्ये. अस्तु तर्हि तत्र परमाणुविषये तत्र किञ्चित् चिन्तनीयमस्ति महोदय. किन्तु समानकालिकजन्याधारत्वम् इति तत्तु वयं दृष्टवन्तः तत्र समानकालि परस्पर आधारः अधिकरणं भवितुम् अर्हन्ति इति कालिकसम्बन्धेन इति वयं दृष्टवन्तः पूर्वस्मिन् परिच्छेदे. अस्तु तत्र परमाणुवादीनां तत्र नित्य आधारत्वं तत्र तस्मिन् विषये मम स्पष्टता नास्ति. अत्र अग्रिमे वर्गे किञ्चित् वदामि तस्मिन् विषये. अस्तु धन्यवादः महोदय. अस्तु अग्रे धन्यवादः महोदय. अत्र भवान् वयं दृष्टवन्तः उपादौ अधिकरणत्वं भवितुम् अर्हति इति, सर्वे जन्यानाम् उपाधित्वं भवति इति, अतः सर्वे जन्येषु अधिकरणत्वमपि अस्ति इति वक्तुं शक्नुमः किल? अस्ति, किन्तु केवलं तत्र तत्र समानकाले यत्र अस्ति एव तत्र अधिकरणत्वं भवितुम् अर्हति. तत्र अग्रे तत्र स्पष्टतया उक्तमस्ति भगिनी, तत्र इदानीं तत्र नीता भगिनी पठति तदा तदनन्तरं पुनः प्रश्नं पृच्छतु तर्हि. नाम भवत्याः प्रश्नस्य उत्तरम् इदानीमेव प्राप्यते इति मन्ये. अग्रिम उदाहरणं दृष्ट्वा तत्र उत्तरं भवती प्राप्नोति इति चिन्तयामि. समानकालिकजन्याधारत्वम् एव कथम्? तत् समानकालिकजन्याधारत्वम् इत्यस्य अयम् आशयः, ययोः कालिकेन आधार आधेयभावः वक्तव्यः ताभ्याम् अभिन्ना एका काचन क्रिया सह अनुभोक्तव्या इति. तत् उदाहरणमस्ति उत्पत्तिः 1900 to 1925 कृष्णाष्टमी नाशक्षणः. नाम उत्पत्तिः अस्मिन् संवत्सरे, नाशः अस्मिन् दिने. ओके, उत्पत्तिः 1900, नाशः 1925 कृष्णाष्टमी इति दिने पद्मालयस्य विषये. अनन्तरं शिवालयस्य विषये दत्तमस्ति उत्पत्तिदिनं ततः श्रावणकृष्णनवमी 1925, तत्काल अस्तित्वकालः इति उत्पत्तिदिनतः. उत्पत्तिदिनम् एतदेव दिनम् अस्ति, उत्पत्तिदिनम् एतदेव उत्पत्तिदिनम् एवम्. ओके, श्रीकृष्णनवमी एव उत्पत्तिदिनम्. एतत् दिनमस्ति उत्पत्तिदिनं, शिवालयस्य विषये दत्तमस्ति. अस्मिन् उदाहरणे पद्मालयनाशः 1925 शकाब्दे कृष्णाष्टम्यां जातः, शिवालयः तु परद्यवि उत्पन्नः. अतः घटिकायन्त्रस्य न कापि क्रिया ताभ्यां सह अनुभूता इति तयोः कालिकसम्बन्धः न भवति. तत्र कालिकसम्बन्धः तयोः कदा भवति नाम इदानीं तत्र आदौ पुनः एकवारं पठतु भगिनि. तत् समानकालिकजन्याधारत्वम् इत्यस्य अयम् आशय. तत्र समानकालिकजन्य आधारत्वं नाम यत्र तत्र समानकाले ये तत्र जन्याः तत्र जन्यपदार्थः अस्ति जन्यपदार्थौ स्तः नाम तत्र अनित्यपदार्थः तत्र गृहं वा पुरुषः वा किमपि तत्र अनित्यपदार्थः जन्यपदार्थः अस्ति अपि समानकालिक नाम एकस्मिन् क्षणे अथवा एकस्मिन् काले पदार्थद्वयमपि अस्ति इति चिन्तयतु तेषामेव आधारत्वं तत्र नाम तदा एव तत्र एकः अन्यस्मिन् कालिकसम्बन्धेन अस्ति अन्यः अपि एकस्मिन् प्रथमे तत्र कालिकसम्बन्धेन अस्ति इति वक्तुं शक्नुमः तत् कथम् इति अत्र विवरणं दीयते तत्र अयम् आशयः नाम तत्र तत् तादृशनियमस्य तत्र आशयः कः तत्र किमुक्तं ययोः इत्युक्ते समानकाले अस्तित्वम् अस्ति चेत् एव एकः उपाधि अन्यस्मिन् अस्ति अस्ति इति हा इति कालिकसम्बन्धेन अस्ति इति वक्तुं शक्नुमः अतः तत्र ययोः कालिकेन आधार आधेयभावः वक्तव्यः ताभ्याम् अभिन्ना एका काचन क्रिया सह अनुभोक्तव्या इत्युक्ते किम् ययोः कालिकेन आधार आधेयभावः वक्तव्यः इत्युक्ते कालिकसम्बन्धेन यत् कोऽपि आधेयः अस्ति वा आधार अधिकरण कालिकसम्बन्धेन आधेयः कालिकसम्बन्धेन भवति ताभ्याम् अभिन्ना एका काचन क्रिया सह अनुभोक्तव्या सहानुभोक्तव्या इत्युक्ते समानकाले अस्तित्वम् एव नाम समानकाले अस्तित्वं कथम् अत्र उक्तम् इत्युक्ते तत्र घटः अस्ति पटः अपि अस्ति तयोः कालिकसम्बन्धेन आधारादेयभावः अस्ति इति वक्तुम् इच्छामः तर्हि तत्र नियमः कः ताभ्यां किं तत्र किम् अपेक्षितमस्ति अत्र अत्र यः क्रियासमुदायः घटेन अनुभूतः सः एव क्रियासमुदायः पटेन अनुभूतः इति न न समुदायः इति नास्ति केवलं तत्र एका क्रिया काचनपि किं कापि भवेत् किन्तु एका क्रिया काचन क्रिया काचित् क्रिया हा अभिन्ना नाम एका एव सा एव क्रिया तत्र अत्रापि सा एव क्रिया तत्र अनुभोक्तव्या सहानुभोक्तव्या नाम घटः अपि तत्र घटेन एषा क्रिया अनुभोक्ता तत्र अनुभोक्तव्या तत्र अनुभूयते अपि पटेनापि तत्र एषा क्रिया एव अनुभूयते सा एव क्रिया अभिन्ना क्रिया ताभ्यां नाम ताभ्यां तृतीया विभक्ति ताभ्यां पदार्थाभ्यां घटपटाभ्याम् अभिन्ना एका काचन क्रिया सहानुभोक्तव्या तदा एव तत्र तयोः मध्ये आधारादेयभावः कालिकसम्बन्धेन वक्तव्यः नो अतः तत्र समानकाले इति तस्य अर्थः कः क्रिया काचन क्रिया कापि किम कापि भवेत् किन्तु काचित् क्रिया अस्ति एका क्रिया न्यूनातिन्यूना एका क्रिया अस्ति किन्तु तया पर्याप्तमस्ति सहानुभोक्तव्या अस्ति एषा क्रिया अपि अभिन्ना भवेत् इति अस्ति चेत् द्वयोः मध्ये तत्र कालिकसम्बन्धेन आधारादेयभावः वक्तुं शक्नुमः अतः उदाहरणम् अस्ति उदाहरणे किं का स्थितिः अत्र सहानुभोक्तव्या इति अवगतं किन्तु अभिन्ना शब्दस्य अर्थः अभिन्ना नाम तत्र सहानुभोक्तव्य एका क्रिया सहानुभोक्तव्या इत्युक्ते तत्र किं भवति अस्तु पटः तत्र एकां क्रियाम् अनुभवति घटः एकां क्रियाम् अनुभवति किन्तु सा यां क्रियां घटः अनुभवति सा क्रिया भिन्ना अस्ति, पठः यां क्रियाम् अनुभवति सा भिन्ना अस्ति चेत् तेन कालिकसम्बन्धः न चलति. अतः अभिन्ना नाम सा एव क्रिया द्वयोः स्थाने भवेत् इति, खलु? अभिन्ना नाम, अभिन्ना नाम एका एव क्रिया अस्ति, तत्र एका इति अस्ति किन्तु अभिन्ना नाम प्रत्येकपदार्थः एका एकां क्रियाम् अनुभवति किन्तु समानक्रिया भवेत् इति वक्तुं, अतः अभिन्ना इति. तत्र उदाहरणे पद्मालयस्य शिवालयस्य विषये दत्तमस्ति. पद्मालयस्य नाशं नाक्षणं यस्मिन् दिने अभवत् 1925 कृष्णाष्टम्याम् अभवत् तस्मिन् एव दिने शिवालयस्य जननं. न न न न न भगिनि, तत्र पुनः तत्र अस्मिन् उदाहरणे इति पठतु एकवारम्. अस्मिन् उदाहरणे पद्मालयनाशः 1925 शकाब्दे कृष्णाष्टम्यां जातः. तत्र पद्मालयः, पद्मालयस्य नाशः अष्टम्याम् अभवत् खलु? अभवत्. शिवालयः तु परेद्यवी उत्पन्नः. परेद्यवी इत्युक्ते? परेद्यवी इत्युक्ते न जानामि. अन्य कोऽपि वदति वा परेद्यवी इत्युक्ते किम्? अग्रिमे दिने यतोहि नवमी अस्ति, कृष्णनवमी. अग्रिमे दिने उत्पन्नः. तस्य पद्मालयस्य नाश कृष्णाष्टम्यां अग्रिमे दिने कृष्णनवम्यां शिवालयस्य उत्पत्तिदिनम्. अतः घटिकायन्त्रस्य न कापि क्रिया ताभ्यां सह अनुभूता इति तयोः कालिकसम्बन्धः न भवति. अत्र एका काचन क्रिया अभिन्ना एका काचन क्रिया इति वक्तुं शक्नुमः, तत् तेन ताभ्यां सह न अनुभूता. यत् या क्रिया पद्मालयेन अनुभूता ता क्रिया शिवालयेन न अनुभूता एकस्मिन् नाम समये अत्र नाम तत्र अतः तत्र समानक्रिया नास्ति खलु, ताभ्यां सह अनुभूता समानक्रिया न कापि अस्ति. अतः तत्र अतः तयोः मध्ये कालिकसम्बन्धः न भवति. अतः केवलं समानकाल नाम कापि क्रिया भवेत् यस्याः क्रियायाः साक्षी पदार्थद्वयं, प्रथमपदार्थः अपि साक्षी भवेत्, द्वितीयपदार्थः अपि क्रियायाः साक्षी भवेत्. सा अभिन्ना क्रिया एका, तस्याः साक्षी प्रथमः अपि साक्षी, द्वितीयः अपि साक्षी, तदा एव तत्र तयोः मध्ये पदार्थयोः मध्ये कालिकसम्बन्धः भवति. यतोहि तदा एव तत्र साक्षिरूपेण द्वौ अपि साक्षिणौ इति वक्तुं शक्नुमः इति अस्ति. तर्हि समीचीनं भगिनी, धन्यवादः. तर्हि तत्र अग्रे पद्मा भगिनी, प्रश्नस्य उत्तरं प्राप्तं वा अथवा पुनः प्रश्नः अस्ति वा? प्रश्नः इति नास्ति, परन्तु सर्वेषु जन्येषु अधिकरणत्वम् अस्ति किल इत्येव मम. ओ अस्तु, सर्वेषु अस्ति भगिनि, अधिकरणत्वम् अस्ति किन्तु सर्वेषां पदार्थानाम् अधिकरणम् इति नास्ति. नाम महाकाल सर्वाधारः अस्ति. उपाधिः किं भवन्ति? उपाधिः तत्र नाम तत्र गृहं पञ्चवर्षेभ्यः पूर्वं निर्मितम् इति चिन्तयतु, अथवा यत्र अत्र दत्तमासीत् खलु, नाम तत्र एतत् पद्मालयं स्वीकुर्मः, पद्मालयं यावत्पर्यन्तं तत्र आधारः भवति, यावत् तत्र पद्मालयम् अस्ति तावत्पर्यन्तम् उपाधिरूपेण स्वीकर्तुं शक्नुमः खलु नाम अपि तस्मिन् काले नाम तत्र कालस्य अवधिः अस्ति खलु तत्र 1900 to 1925 तस्मिन् तत्र कालस्य अवधिः अस्ति कालस्य भागः अस्ति तस्मिन् काले ये अन्ये पदार्थाः सन्ति तेषाम् अधिकरणम् एषः उपाधिः भवितुम् अर्हति केवलं किन्तु शिवालयस्य अधिकरणं न भवितुम् अर्हति समानकाले विद्यमानपदार्थानाम् अधिकरणत्वं भवितुम् अर्हति सत्यं हा इति अस्ति इति अस्ति तर्हि भवती एव अग्रे पठतु भगिनि अस्मिन् उदाहरणे तत्र चित्रं वदामि वा शारदालयः उत्पत्तिः 1900 1925 कृष्णाष्टमी नाशक्षणः अनन्तरं शिवालयः 1925 श्रावणकृष्णसप्तमी उत्पत्तिदिनं 1936 मध्ये अपि वर्तते अस्मिन् उदाहरणे 1925 शकाब्दे श्रावणकृष्णसप्तम्यां याः घटिकायन्त्रस्य क्रियाः ताः सर्वाः अपि उभाभ्याम् अनुभूताः अतः तयोः मध्ये परस्परम् आधार आधेयभावः भवत्येव परमा तावत्पर्यन्तं प्रथमं शारदालयः तस्य उत्पत्तिः 1900 परन्तु नाशः तु 1925 मध्ये कृष्णाष्टमीदिने नाशः शिवालयस्य उत्पत्तिदिनमस्ति श्रावणकृष्णसप्तमी अनन्तरं नाशः नाशः नास्ति 1936 मध्ये अपि वर्तते अतः अस्मिन् उदाहरणे 1925 तत्र श्रावणकृष्णसप्तम्यां तत्र द्वौ अपि स्तः 1925 मध्ये अतः परस्पर तत्र अधिकरणत्वं भवत्येव आधारादेयभावः भवत्येव अतः शारदालये शिवालयः अस्ति शिवालये शारदालयः अस्ति इति वक्तुं शक्नुमः केन सम्बन्धेन कालिकसम्बन्धेन अतः तत्र उपाधिः अपि आधारः भवितुमर्हति समानकालीनपदार्थः अस्ति चेत् तस्य आधारः भवितुमर्हति कालिकसम्बन्धेन इति भवति हा समीचीनम् अस्तु अग्रे तत्र प्रथमं तत्र स्वीकृत्य किञ्चित् वदतु तर्हि परमार्थस्तु इति परमार्थस्तु उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः महाकालः महाकालः एव सर्वाधारः इति वयं दृष्टवन्तः अतः तत्र महाकाले उपाधिना परिच्छिन्नः भवत्येव तत्र महाकालस्य उपाधिना परिच्छिन्नः महाकालः इत्युक्ते किम् तत्र उपाधिना परिमितः कालः कालस्य महाकालः परिमितः अस्ति समीचीनः अतः तत्र तादृशः महाकालः महाकालः उपाधिना परिच्छिन्नः महाकालः तत्र जन्यानां कालिकेन आधारः भवति नित्यानामपि कालिकेन आधारः भवति नाम सर्वेषां पदार्थानां नित्यपदार्थः भवतु अनित्यपदार्थः कालिकेन आधारः भवतु सर्वेषाम् आधारः महाकालः अस्ति कालिके सम्बन्धेन तत्र सर्वे पदार्थाः महाकाले सन्ति महाकालः तेषाम् आधारः अपि महाकालः उपाधिना परिच्छिन्नः भवति नाम उपाधि नाम येन तत्र कालस्य मापनं महाकाले एव अधिकरणत्वमस्ति इति इति अस्ति सत्यं भगिनि तथैव अस्ति अस्तु धन्यवादः भगिनि अस्तु अग्रे तत्र पठितुम् इच्छति वा नित्यानां च कालिकेन आधारः इति वदामः चेत् यस्य जननमपि नास्ति मरणमपि नास्ति तादृशानामपि कालिक महाकाले तेषामपि अस्तित्वम् अस्ति इति अर्थः इति भवती एव पठितवती खलु भगिनी नाम हा किन्तु सत्यं सत्यं तथापि तत्र तस्य किं एतत् सङ्कल्पं कर्तुं किञ्चित् क्लिष्टकरम् अस्ति इति अस्तु सत्यं भगिनि अतः एव तत्र आकाशः अपि आत्मा अपि तत्र दिक् सर्वे अपि तत्र महाकाले कालिकसम्बन्धेन सन्ति इत्युक्ते जननमरणं नास्ति तेषामपि कालः अस्ति काले एव वर्तते इति अर्थः काले एव वर्तते सर्वे काले एव वर्तते किन्तु तेषाम् उपाधित्वं नास्ति यतोहि आकाशं स्वीकृत्य तत्र कालस्य तत्र मापनं विभागं न कर्तुं शक्नुमः जन्यानामेव उपाधित्वं नित्यानां किन्तु महाकालेन सम्बन्धः अतः सर्वे अतः एव कालस्य एतत् तत्र वैशिष्ट्यं नाम तत्र सर्वाधारत्वं केवलं काले एव अस्ति अतः नित्यपदार्थः अपि महाकाले सन्ति अनित्यपदार्थाः अपि महाकाले सन्ति अतः तत्र महाकालस्य प्राधान्यमस्ति तत्र आकाशस्य नाम तत्र नूतनविज्ञाने तत्र स्पेस् टैम् इति वदन्ति खलु तत्र कालः अपि आकाशः तत्र तयोः तत्र समान प्राधान्यम् अस्ति इति खलु हा किन्तु तादृशस्थितिः तत्र नैयायिकानां मते नास्ति महाकालस्य प्राधान्यमस्ति आकाशः अपि अस्ति इति एव वदन्ति हा किन्तु महाकालः एव तत्र सर्वाधारः इति अस्तु महोदय अस्तु समीचीनं धन्यवादः भगिनी अस्तु तत्र सीतालक्ष्मी भगिनी पठितुम् इच्छति वा तत्र पठामि अस्तु द्वितीयं पठतु जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानाम् एव जन्यानां कालिकेन अधिकरणानि इति किञ्चित् वदतु तत्र किम् अस्ति ये जन्याः सन्ति अनन्तरं तुल्यक्रिया ये अनुभूतवन्तः ते परिच्छेदकाः भवन्ति कालस्य परिच्छेदकाः भवन्ति ते अपि कालिकसम्बन्धेन अधिकरणानि भवन्ति इति अहं मन्ये महोदय तत्र तुल्यक्रिया इत्युक्ते किं तुल्यक्रिया इत्युक्ते समानक्रिया यद् अभिन्ना क्रिया एका क्रिया ते अनुभवन्ति चेत् तादृशाः ये सन्ति ते एव कालिकसम्बन्धेन परस्परम् इति अधिकरणं भवन्ति समीचीनं कालिकसम्बन्धेन परस्परम् अधिकरणं भवितुम् अर्हन्ति समीचीनं भगिनि हा निखिलानामेव जन्यानां कालिकेन तत्र समानकालीनः ये सन्ति निखिलानां जन्यानामपि कालिकेन अधिकरणानि भवन्ति तत्र यदि तुल्यक्रिया अस्ति चेत् इति समीचीनं भगिनि तुल्यक्रिया इत्युक्ते तत्र कालः एव किल समान युगपत् अस्ति इत्येव इति एव अस्ति भगिनि समानकालीन अत्र तुल्यक्रिया इत्युक्ते एका एव क्रिया पटेनापि अनुभूयते घटेनापि अनुभूयते नाम समानकाले क्रिया इत्युक्ते क्रिया तत्र कालस्य मापनं क्रिया एव कालस्य साक्षिः इति नाम घटिकायन्त्रे क्रिया भवति क्रियया वयं कालः अस्ति इति जानीमः खलु अतः क्रिया साक्षी भवति यदि एका एव क्रिया पदार्थद्वयेन अनुभूयते तदा वयं चिन्तयामः तत्र एषः पदार्थः अपि साक्षी अन्यपदार्थः अपि साक्षी अतः एषः पदार्थः अन्यस्मिन् अस्ति अतः तत्र परस्पर अधिकरणम् आदेयत्वम् इति स्वीकृतम् अस्तु, समीचीनम्. अस्तु, धन्यवादः भगिनी. तत्र अग्रे तत्र शोभा भगिनी. अत्र निखिल अर्थं किम् आचार्य? निखिल सर्व सर्वेषां निखिलानां नाम जन्यानां नाम तत्र केवलम् एकः अथवा द्वौ अथवा त्रयः एव तत्र जन्याः सन्ति समानकालीनः इति न वक्तुं शक्नुमः खलु. अतः तत्र जन्यानां सम्पूर्णसमुदायः निखिलानां जन्यानाम् इति. अस्तु, शोभाभगिनी अग्रे. आं महोदय. नित्यानां तु सुतराम् इति, परन्तु अग्रे पठामि वा? तदपि पठतु. तथाविधपरिच्छेदयोः, क्षमतां, तथाविधपरिच्छेदयोग्यत्वाभावात् महाकालातिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक्. अस्तु, तत्र नित्यानां तु सुतराम् इत्युक्ते? नित्यानां तु सुतराम्, तत्र नित्यानाम् इत्युक्ते तत्र आकाशः, आत्मा, दिक् इति ज्ञातवन्तः. तेषां तत्र प्रथमे वाक्ये जन्यानां नित्यानां च कालिकेन आधारः भवति इति, तत्र कालः सर्वेषाम् आधारः इति भवति इति कृत्वा नित्यानामपि भवति इति. नित्यानां तत्र नित्यानां तु सुतराम् इत्युक्ते तत्र अतिशयेन इदानीं, तत्र इदानीं तत्र अत्र अन्वयः प्रथमभागस्य नास्ति, अन्वयः तत्र द्वितीयभागस्य, तत्र नाम कनेक्षन् अस्ति अत्र. द्वितीयवाक्यं, द्वितीयनियमः अपि तृतीयं नाम तुल्यक्रिया. तुल्यक्रिया तत्र नाम समानक्रिया, घटः अनुभवति क्रियां, तत्र एका क्रिया अस्ति, तां क्रियां घटः अपि अनुभवति, पटः अपि अनुभवति चेत् तत्र समानकालम् इति सूचना तावदेव खलु. नाम तत्र घटिकायन्त्रस्य क्रिया भवतु अथवा सूर्यस्य भ्रमणं, पृथिव्याः भ्रमणं, किमपि कापि क्रिया अभिन्ना क्रिया द्वाभ्यामपि अनुभूयते चेत् वयं किम् उक्तवन्तः, तत्र परस्पर आधारादेयभावः अस्ति कालिकसम्बन्धेन खलु. सत्यं. इदानीं तत्र समानकाले तत्र पदार्थद्वयं भवति इति तत्र नियमः. इदानीं जन्यानां तत्र किमपि करणीयमस्ति, तत्र समानकालीनः, तत्र एषः पदार्थः जन्यः, अन्यः पदार्थः अपि जन्यः अस्ति चेत् तदा वयं तत्र किमपि द्रष्टव्यमस्ति, तत्र निर्धारणं करणीयमस्ति, तत्र समानकालीनः वा न वा इति खलु. समानकाले भवेत् अपि च तत्र एका क्रिया भवेत्, यत् समानकाले अस्ति चेदेव तत्र एका क्रिया अस्ति, एका क्रिया भवति, अनुभूतिः अपि भवति. जन्यानां तत्र निर्धारणं कर्तुं तत्र किमपि परिशीलनम् अपेक्षितम् अस्ति, अपेक्षितम् एकं तत्र. किन्तु आकाशः इति एकः पदार्थः, अपि गृहम् अस्ति चेत् किं तत्र, तत्र किम् अस्ति, तत्र किं वदति तत्र? अस्तु, तत्र नित्यानां तु सुतरां नाम तत्र आकाशः तत्र कालिकसम्बन्धेन गृहे अस्ति इति अपि वक्तुं शक्नुमः, यतोहि समानकाले आकाशः अपि अस्ति, गृहमपि अस्ति. इत्युक्ते नित्यानामपि अधिकरणं तत्र जन्यपदार्थः नित्यानामपि अधिकरणं भवितुम् अर्हति, नाम कालिकसम्बन्धेन तत्र आकाशः अपि अस्मिन् गृहे अस्ति, यतोहि एतद् गृहम् इदानीम् अस्ति, आकाशः अपि अस्ति, समानक्रिया द्वाभ्याम् अनुभूयते. अतः तत्र निश्चयेन तत्र निर्धारणं कर्तुं किमपि नास्ति खलु, यतोहि तत्र आकाशः नित्यपदार्थः, अतः तत्र सर्वेषां क्रियाणां, सर्वेषां क्रियाणां तत्र सर्वासां क्रियाणां तत्र साक्षिः अस्ति आकाशः. सत्यं. कृते तत्र अस्ति एव, अतः तत्र सुतरामिति साक्षी अस्ति. अतः तत्र नित्यपदार्थः अस्ति चेत् सः नित्यपदार्थः उपाधि, यः कोऽपि उपाधिः भवेत्, जन्यः भवेत् तस्मिन् तत्र आदेय, तत्र तयोः मध्ये तत्र आधारादेयभावः अस्ति. नित्यपदार्थः अनित्यपदार्थे उपाधौ कालिकसम्बन्धेन अस्ति इति भवति. परन्तु नित्यपदार्थः अनित्यपदार्थे नित्यपदार्थे तत्र अस्ति इति. अनित्यपदार्थः उपाधिः भवति इति कृत्वा, अनित्यपदार्थः उपाधिः भवति इति कृत्वा, सत्यं, तस्मिन् अधिकरणत्वं भवति इति अस्ति, अस्ति. आम् अस्तु अग्रे. तथाविधपरिच्छेदयोग्यत्व अभावात् महाकाला पूर्णं पठतु. तथाविधपरिच्छेदयोग्यत्व अभावात् महाकालात् अतिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक्. अस्तु, तत्र महाकाल अतिरिक्तनित्याः नाम महाकाल अतिरिक्तनित्याः इत्युक्ते के? महाकालविहाय इति वा महोदय, महाकालविहाय अतिरिक्त नाम विहाय अन्यपदार्थाः ये नित्यपदार्थाः भवन्ति. नाम तत्र किं किम् अस्ति नित्यपदार्थः? तत्र आकाशः, कालः, दिक् आत्मा इति अहमपि मनः इति नित्यपदार्थः मनः. तेषु तत्र कालः, कालं विहाय अन्ये नित्यपदार्थाः ये सन्ति तेषु किम् अस्ति? ते कालिकेन अधिकरणानि न भवन्ति इति दिक् इति नाम तत्र इति अलं, दिक् नाम अलम् अलम्. कालिकसम्बन्धेन ते अधिकरणानि न भवन्ति इति एव, तथैव अस्ति तावदेव, अन्यत् किमपि न वदामः. किमर्थं, कस्मात् कारणात् इत्युक्ते तत्र किम् अस्ति? तथाविध परिच्छेदयोग्यत्व अभावात् तत्र इत्युक्ते नित्या न प्रथमवाक्ये किम् अस्ति? उपाधिना परिच्छिन्नः महाकालः, नाम उपाधिः अस्ति चेत् उपाधिना वयं कालस्य विभागः कर्तुं शक्नुमः तत्र. आम्, नाम तत्र परिच्छिन्नः अस्ति कालः उपाधिना, उपाधिना. अतः तत्र उपाधि यः अस्ति तस्मिन् परिच्छेदयोग्यता अस्ति, शक्तिः अस्ति खलु? आम् आम्. अतः तत्र तादृश तथाविध तादृश यः शक्तिः तत्र उपाधौ अस्ति तथाविध तादृश परिच्छेदयोग्यत्वं नित्यपदार्थे नास्ति खलु? नित्यपदार्थे नास्ति, अतः तत्र योग्यत्व अभावात् तत्र नाम परिच्छिन्नयोग्यता, तत्र परिच्छेद्ययोग्यता अथवा योग्यत्वं नित्यपदार्थेषु नास्ति इति कृत्वा तेषां ते अधिकरणानि कालिकसम्बन्धेन अधिकरणानि न भवन्ति. अतः उपाधिः, उपादयः एव तत्र कालिकसम्बन्धेन तत्र अधिकरणानि भवन्ति. तत्र ते अधिकरणानि भवन्ति, आदेयः नित्यपदार्थः अपि भवितुमर्हति, अनित्यपदार्थः अपि भवितुमर्हति, किन्तु अधिकरणं केवलं उपाधिः एव, उपाधिः अतः परिच्छेदः भवति इति. तत्र यः सङ्कोचकः भवति, कालस्य सङ्कोचकः भवति सः एव, नाम उपाधयः एव तत्र अधिकरणानि भवितुम् अर्हन्ति. ते नित्यानां तु सर्वदा अधिकरणानि भवन्ति, यतोहि नित्यपदार्थः सर्वासां क्रियाणां साक्षी अतः तत्र अनुभवति इति कृत्वा. अपि अनित्यपदार्थानां यत्र तुल्यक्रिया अस्ति, अस्ति समानक्रिया अस्ति, तेषां तत्र अधिकरणं भवितुम् अर्हति उपाधिः इति अस्ति. अस्तु, समीचीनं भगिनि, धन्यवादः. उपेन्द्रमहोदय, उपेन्द्रमहोदय, क्षम्यताम्, अग्रिमे वर्गे भवान् एव तत्र आरम्भे पठतु महोदय. धन्यवादः. अस्तु अस्तु, तर्हि तत्र एतावत् बहु किमपि वयं कृतवन्तः, नाम तत्र कालिकसम्बन्धः इत्युक्ते किं, तत्र सर्वाधारः इत्युक्ते किम्, अपि कालिकसम्बन्धः केवलं तत्र अधिकरणं कालः इति एव न, उपाधयः अपि तत्र अधिकरणानि भवितुम् अर्हन्ति, अतः तत्र नियमाः के इति तत्र अन्ते उक्त दत्तमस्ति. इदानीं तत्र एतेन तत्र कालस्य निरूपणं तत्र समाप्तम् अस्ति. अग्रे तत्र दिशः निरूपणम् अग्रिमे वर्गे कुर्मः. अस्तु, तर्हि विरमाम, अग्रिमे वर्गे मिलामः. नमस्कारः, धन्यवादः. धन्यवादः.